नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे प्रवर्तमानविषयः अस्ति अष्टाध्याय्यां सूत्राणां बलाबलं. तत्र वयं गतसप्ताहे अपरनिमित्तिकम् अन्तरङ्गम् इत्यस्मिन् विषये चिन्तनं कृतवन्तः. तत्र अपरनिमित्तिकम् अन्तरङ्गम् इति द्वितीयविधम् अस्ति. पूर्वोपस्थितं निमित्तिकम् अन्तरङ्गम् इति प्रथमविधम् आसीत्. इदानीम् अपरनिमित्तिकम् अन्तरङ्गम् इति द्वितीय विधमस्ति. परनिमित्तं यत्र न उक्तं, निषेधार्थः इति यदा वदामः तत्र अपरनिमित्तिकम् अन्तरङ्गम् इति तस्य अर्थः अस्ति. परनिमित्तं न उक्तम् इति तत्र नै तत्पुरुषसमासः इति यदा अहम् उक्तवती, तत्र किं भवति इति अपि दृष्टवन्तः. यत्र निमित्तमेव, निमित्तम् इत्युक्ते यदा आदेश उपदेशे अशिति इति सूत्रं दृष्टवन्तः, इत्यनेन यत् आत्वं भवति, परन्तु तत्र अशिति प्रत्यये परे अशिति इत्येव शितिकार्यं न भवति इत्येव उक्तं, निषेधार्थः एव उक्तं. कुत्र भवति इति निमित्तं न उक्तम्, अतः तत्र परनिमित्तं न उक्तम् इति कारणेन अपरनिमित्तिकम् अन्तरङ्गम् इति तस्य नामकरणमासीत्. तत्र यत्र द्वयोः सूत्रयोः एकत्र समकालप्राप्तिः अस्ति, एकं सूत्रम् अपरनिमित्तिकम्, अन्यच्च यत्र निमित्तम् अस्ति चेत् तत्र प्रथमसूत्रं द्वितीयसूत्रं प्रति अन्तरङ्गम्. यदा अहम् इदानीम् उक्तवती तदर्थ आदेश उपदेशे शिति अस्ति चेत् तत् शास्त्रं वा सूत्रम् अन्यत् शास्त्रं प्रति अन्तरङ्गं भवति. अतः तस्य अन्तरङ्गमेव बलवत् किल, अतः तस्य कार्यमेव भवति इति दृष्टवन्तः. इदानीं तस्मात् अग्रे सरामः. एतावता प्रश्नः अस्ति वा? राजेन्द्रमहोदय पठति वा? सि इति भागः आरभ्य इदानीं नूतनविषयः अद्य एकं सूत्रम् इति. चित्रात् पूर्वं, चित्रम् एकं चित्रं प्रदर्शितमस्ति, तस्मात् पूर्वं सि इति अस्ति. अत्र अस्तु, अत्र सङ्गणके पश्यामि. एकनिमिषम्. ओ अस्तु अस्तु. एकं सूत्रम् औत्सर्गिकं सामान्यम् अन्यत् अपवादभूतम् अस्ति चेत् अपवादः बलवान्. उदाहरणम् उपरि दत्तं वृद्धिरेचि अपि च आदिगुणः इति सूत्रस्य अपवादः. अतः यद्यपि वृद्धिरेचि परसूत्रं तथापि विप्रतिषेधे परं कार्यं परं कार्यम् इत्यनेन तस्य कार्यं न सिध्यति, अन्या परिभाषया सिध्यति आदिगुणः इत्यस्य अपवादत्वात्. यदा यथा एकं सूत्रम् औत्सर्गिकम् अस्ति इत्युक्ते सामान्यम् अस्ति, अन्यत् अपादभूतम् अस्ति, तत्र अपादत्वेन यः सूत्रः अस्ति तस्य सूत्रः बलवान् अस्ति, तस्य कार्यं भवति. यथा अस्माकम् अस्माभिः पूर्वम् अपि दृष्टं वृद्धिरेचि अपि च आदिगुणः वृद्धिरेचि आदिगुणः तस्य अपादः अस्ति. अतः यद्यपि वृद्धिरेचि परसूत्रम् अपि अस्ति, परन्तु तत्र विप्रतिषेधे परं कार्यं सूत्रे तत् कार्यं न सिध्यति, अपि तु तस्य अपादत्वम् अपादत्वेन अपवादत्वेन तस्य कार्यं सिध्यति. वृद्धिरेचि कार्यं वृद्धिरेचिसूत्रस्य कार्यं सिध्यति तत् अपादत्वेन. समीचीनं, अग्रे अपि पठतु महोदय. पूर्वपरनित्य अन्तरङ्ग अपवाद अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषया प्रथमपदद्वयं पूर्वपरविप्रतिषेधे परं कार्यम् इत्यस्य तात्पर्यं यथा अस्तु प्रथमं पठामि. तस्याः अग्रिम एव तत्त्वत्रयेण नित्य अन्तरङ्गपादि इत्यनेन विप्रतिषेधे परं कार्यम् इति सूत्रं निषिध्यते. नाम नित्य अन्तरङ्ग अपवाद एषु अन्यतमः अस्ति चेत् तुल्यबलविरोधः नैव भवति. तुल्यबलविरोध अभावे परसूत्रस्य कार्यं पूर्वं न भवति. तदानीम् अपि परसूत्रस्य कार्यं पूर्वं भवितुम् अर्हति, किन्तु नित्य अन्तरङ्ग अपवाद इति शास्त्रेण विप्रतिषेधे परं कार्यम् इत्यनेन न. पूर्वम् अस्माभिः पठितं पूर्वपरनित्य अन्तरङ्ग अपवादन् अपवादानाम् उत्तरोत्तरं बलीहास परिभाषा पठितम् अस्माभिः. तत्र पूर्वपर यथा परिभाषायाः शब्दद्वयम् अस्ति पूर्व एवं पर, तत्र विप्रतिषेधे परं कार्यं करोति. तथा तत्र यः परसूत्रमस्ति तस्य सः बलवत् अस्ति पूर्वसूत्रस्य अपेक्षया. परन्तु तत् अग्रे यथा तत् नित्य अन्तरङ्ग अपवाद तस्य तत्र ये सूत्राणि भवन्ति तत्र विप्रतिषेधे परं कार्यं न करोति, तं निषिध्यते. अत्र किम् अस्ति, अत्र नित्य अन्तरङ्ग अपवादेषु अन्यतमः अस्ति चेत् अत्र तुल्यबलविरोधः न भवति. तुल्यबलविरोध अभावे तत् यदि तत्र तुल्यबलविरोधः न अस्ति तत्र परसूत्रं कार्यं पूर्वं न भवति. यद्यपि भवति अपि परसूत्रस्य कार्यं पूर्वं भवितुम् अर्हति, किन्तु तत् विप्रतिषेधे परं कार्यं तेन सूत्रेण न, अपि च नित्य अन्तरङ्ग अपवाद अपात् परिभाष्य तत्र तेन तत् परिभाष्य तत्र कार्यं भवति. विप्रतिषेधे परं कार्यं न भवति. यत् नित्यसूत्रं नित्य भवतु अथवा ततः अन्तरङ्गं सूत्रं बलिः अस्ति, तद् अनन्तरं अपवादत्वेन तत् यः सूत्रम् आगच्छति तत् सूत्रस्य कार्यं भवति. परन्तु पूर्वपर यः यावत् भागः अस्ति परिभाषया तत्र विप्रतिषेधे परं कार्यं तस्य कार्यं भवति. तत्र परसूत्रं पूर्वसूत्रस्य अपेक्षया बलवान् अस्ति, तत् कारणात् तस्य बलिः अस्ति, तत् तस्य कार्यं भवति. समीचीनं महोदय, तदेव. तत्र यद्यपि तत्र पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति उक्तमस्ति, यदा सूत्रद्वयम् एकस्मिन् स्थले आगच्छति तत्र सूत्रम् एकं सूत्रम् औत्सर्गिकसूत्रम् अन्यसूत्रम् अपवादसूत्रं, तत्र यदा अहं वारं वारम् उक्तवती तत्र सूत्रसङ्ख्या न द्रष्टव्या, तत्र परसूत्रं वा भवतु पूर्वसूत्रं वा भवतु अपवादबलेन तस्य कार्यमेव भवति, प्रथमं भवति, तावदेव. तत्र तदेव भिन्नरीत्या लिखितमस्ति, तत्र सूत्रसङ्ख्या न द्रष्टव्या, कार्यं यत् सूत्रं बलवत् इत्युक्ते अपवादसूत्रस्य बलम् अधिकम् इति कारणेन तस्य कार्यं भवति प्रथमं. समीचीनं, तदेव अस्ति तत्र. तदेव चित्रेण अपि प्रदर्शितम् अस्ति, पूर्वपरनित्य अन्तरङ्ग अपवादस्य बलमेव अधिकं, यत्र सूत्रं नित्यं भवति वा अन्तरङ्गं भवति वा चेदपि नित्यस्य अपेक्षया अन्तरङ्गम्, अन्तरङ्गस्य अपेक्षया अपवादः, अतः अपवादस्य एव जयः. अस्तु, धन्यवादः. अरुणा भगिनी पठति वा पूर्वत्र सिद्धम् इति? आं भगिनि, पूर्वत्र सिद्धम् अनेन सूत्रेण अष्टाध्यायी इति ग्रन्थः भागद्वये विभजितः. प्रथमाध्यायस्य आरम्भतः अष्टमाध्यायस्य प्रथमपादस्य अन्तर् पर्यन्तं प्रथमभागः अष्टमाध्यायाम् अस्य द्वितीयः तृतीयः चतुर्थश्च पादाः मिलित्वा द्वितीयभागः प्रथमभागस्य नाम सपादसप्ताध्यायी द्वितीयभागस्य नाम त्रिपादी अनेन सूत्रेण यानि सूत्राणि सपादसप्ताध्यायां सन्ति तानि प्रतित्रिपाद्यं स्थितानि सूत्राणि असिद्धानि अपि च त्रिपाद्यां यानि सूत्राणि पूर्वं सन्ति तानि प्रतिपरं स्थितानि सूत्राणि असिद्धानि सपादसप्ताध्यायीं प्रतित्रिपाद्यसिद्धा त्रिपाद्यामपि पूर्वं प्रतिपरं शास्त्रम् असिद्धं त्रयाणां पदानां समाहारः त्रिपादी दिगुसमासः सप्तानाम् अध्यायानां समाहारः सप्ताध्यायी पादेन सहित सपादसप्ताध्यायी पूर्वस्मिन् इति पूर्वत्र न सिद्धम् असिद्धं पूर्वत्र अव्ययम् असिद्धं प्रथमान्तं द्विपदमिदं सूत्रम् इदं सूत्रम् अधिकारसूत्रम् अष्टाध्यायाः अन्तर्पर्यन्तं प्रवर्तते प्रयत्नं भगिनि पूर्वत्र असिद्धम् इति सूत्रमस्ति प्रथमं वयम् अवगन्तम् अवधेयम् अष्टाध्यायी द्विविधा विभज्यते प्रथमाध्यायस्य आरम्भतः अष्टमाध्यायस्य प्रथमपादस्य अन्तपर्यन्तं प्रथमभागः तस्य नाम सपादसप्ताध्यायी इति तदनन्तरम् अष्टाध्यायस्य द्वितीय तृतीय चतुष्सपादः मिलित्वा तृतीयभागः तस्य नाम त्रिपादी इति नामकरणं भवति तद् विभज्येन अनेन सूत्रेण यानि सूत्राणि सपादसप्ताध्यायं सन्ति तानि त्रिपाद्यस्थितानि सूत्राणि असिद्धानि तत् अर्थमिति त्रिपादसूत्राणि न जानाति कार्यम् अत्र कृतवान् इति आं भगिनि अनेन सूत्रेण इत्युक्ते किं भगिनि अनेन सूत्रेण यानि सूत्राणि अनेन केन सूत्रेण समीचीनं पूर्वत्र असिद्धम् इति सूत्रेण यानि सूत्राणि सपादिसप्ताध्यायं सन्ति तानि प्रतित्रिपाद्यां स्थितानि सूत्राणि असिद्धानि किमर्थं भगिनि अत्र असिद्धानि इत्युक्ते किं भगिनि न सिद्धम् असिद्धं समीचीनं त्रिपादीसूत्राणि चिन्तयति अत्र कार्यं न भवति इति वा न न न तादृशं नास्ति तत्र यद् पूर्वत्र असिद्धम् इति अधिकारसूत्रमस्ति अष्टमाध्यायस्य द्वितीयपादस्य प्रथमसूत्रम् अस्ति तस्मात् पूर्वं यदा भवती उक्तवती अष्टमाध्यायस्य प्रथमपादस्य अन्तपर्यन्तं सपादसप्ताध्यायी अस्तु यदा सूत्रद्वयम् आगच्छति एकस्मिन् प्रक्रियायां सूत्रद्वयम् आगच्छति कार्यं कर्तुम् एकं सूत्रं सपादसप्ताध्याय्याम् अस्ति द्वितीयं सूत्रं त्रिपाद्याम् अस्ति चेद् तत्र सपादसप्ताध्याय्यां प्रति त्रिपादिसूत्रम् असिद्धानि पूर्वत्र असिद्धम् अतः सपादसप्ताध्याय्यां यानि सूत्राणि सन्ति तत् त्रिपादिसूत्रं न पश्यति तस्य अस्तित्वमेव नास्ति तद् चिन्तयति तस्य एव कार्यं भवति इति तदेव बलवान् तस्य एव कार्यं भवति यत् सूत्रं त्रिपाद्याम् अस्ति तद् न जानाति एव असिद्धम् इत्युक्ते तद् न जानाति एव यत् कार्यं त्रिपाद्याम् अन्यत् किमपि सूत्रम् अस्ति तत् कार्यं कर्तुं शक्नोति इति तद् न जानाति एव डस् नाट् रेकग्नैस् इति यदा अवगन्तुं शक्नोति चेत् इट् डजन्ट् रेकग्नैज़् द सूत्रास् इन् त्रिपादि. सो त्रिपादिसूत्रमेव कार्यं करोति वा? न न न, पूर्वत्र असिद्धं. पूर्वं यदस्ति सपादसप्ताध्यायी त्रिपादि इदानीम् अस्ति 8-1-1 इति एकं सूत्रमस्ति, 8-2-2 इति एकं सूत्रमस्ति. पूर्वं किम् अस्ति? 8-1 तद् सपादसप्ताध्याय्यामेव अस्ति किल, तस्य बलम् अधिकं, तस्य कार्यं भवति तस्य दृष्ट्या 8-1-1 इति दृष्ट्या 8-2-2 इति सूत्रमेव नास्ति तस्य, तद् असिद्धम् अस्ति, तस्य अस्तित्वमेव नास्ति. अहम् अन्यविधं चिन्तयामि. त्रिपादसप्त सप्तसपादसप्तध्यायीसूत्रं त्रिपादसूत्रं न असिद्धम् इति चिन्तयति, तदेव कार्यं कर्तुं प्रयत्नं करोति. सपादसप्ताध्यायीसूत्रमेव बलवत् तस्य कार्यं भवति. यत् कर्तते कार्यं भवति. अनन्तरम् अत्र पदविभक्ति दत्तं तस्मात् अग्रे अग्रिमवाक्यमपि पठतु. तत्र अर्थद्वयमस्ति, एकं यदा भवती उक्तवती द्वितीयम् अर्थं पठतु. अपि च त्रिपाद्यां यानि सूत्राणि पूर्वं सन्ति सन्ति तानि प्रति परं स्थितानि सूत्राणि असिद्धानि. सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रम् असिद्धा. तदेव त्रिपादसूत्रमपि पूर्वसूत्रं परसूत्रम् असिद्धम् इति चिन्तयति. समीचीनं. तत्र 8-2-2 इति अहम् उक्तवती किल, एकं सूत्रम् 8-2-2 अन्यत् सूत्रम् 8-2-3 इति चिन्तयति चेत् कस्य कार्यं भवति? 8-2-2 एव कार्यं करोति, तस्य एव बलम् अधिकं. तत्र क्रमेण त्रिपाद्यां किं भवति इत्युक्ते क्रमेण एव कार्यं भवति. पूर्वत्र असिद्धं किल, पूर्वसूत्रस्य एव बलम् अधिकम् इति कारणेन क्रमेण भवति. एतद् यद् वयं पूर्वं पठितवन्तः प्रथम वर्गे प्रायः विप्रतिषेधे परं कार्यम् इति, तस्य विपरीतमस्ति. तत्र विप्रतिषेधे परं कार्यम् इत्यस्य कार्यं सपादसप्ताध्यायामेव अस्ति, तत्र विप्रतिषेधः अस्ति चेत् द्वयोः सूत्रयोः मध्ये तत्र परसूत्रमेव बलवत् इति पठितवन्तः. परन्तु इदानीं पूर्वत्र असिद्धम् इति अधिकारे यानि सूत्राणि सन्ति तत्र पूर्वसूत्रस्य एव बलं. किमर्थम् इत्युक्ते पूर्वसूत्रस्य दृष्ट्या परसूत्रम् असिद्धम्, तत्कारणेन बलवत् भवति. धन्यवादः. त्रयाणां पदानां समाहारः त्रिपादि द्विगुसमासः, सप्तानाम् अध्यायानां समाहारः सप्ताध्यायी, पादेन सहित सपादसप्ताध्यायी, पूर्वस्मिन् इति पूर्वत्र, न सिद्धम् असिद्धं, पूर्वत्र अव्ययम्, असिद्धं प्रथमान्तं, द्विपदमिदं सूत्रम्, इदं सूत्रम् अधिकारसूत्रम्, अष्टाध्यायाः अन्तपर्यन्तं प्रवृत्तम्. किमर्थं भगिनि ध्वनिः अत्र सप्तानां पूर्वत्र सिद्धं सूत्रम् अधिकारसूत्रं, तत् सूत्रम् अष्टाध्यायी अन्तःसूत्रं पर्यन्तम् अनुगुट्टसूत्रमेव प्रवर्तते. ततः पूर्वसूत्रमेव क्रमेण सूत्र संख्या दृष्ट्वा कार्यं करणीयम्. अत्र भवती उक्तवती असिद्धम् समीचीनं तदेव तत्र पूर्वत्र असिद्धम् इति तद् सूत्रे भागद्वयमेव अस्ति पूर्वत्र असिद्धम् इति पूर्वत्र इत्युक्ते तत्तु अव्ययपदं पूर्वत्र इति तत्र पूर्वस्मिन् इति अर्थे भवति असिद्धम् इति न सिद्धम् असिद्धम् इति तत्र एतत्तु अधिकारसूत्रम् इति कारणेन पूर्णतया अष्टाध्यायी अन्तपर्यन्तं तस्य अनुवृत्तिः आगच्छति अतः तस्य पूर्णतया प्रसक्तिः अस्ति अन्तपर्यन्तम् अष्टाध्यायस्य तृतीयपादस्य प्रथमसूत्रं किल तस्मात् अन्तपर्यन्तं पूर्वत्र असिद्धम् इति तस्य अनुवृत्तिः आगच्छति पूर्वं विद्यमानसूत्रं प्रति परसूत्रम् असिद्धं तदेव अर्थः पूर्वस्मिन् इत्यनेन पूर्वं विद्यमानसूत्रं प्रति परसूत्रम् असिद्धम् इत्येव तस्य अर्थः अस्तु समीचीनं धन्यवादः विजया भगिनी अस्ति वा आं भगिनि नमस्कारः नमस्ते पठतु भगिनि पूर्वत्र सिद्धम् इत्यस्य कार्यं द्विविधं शास्त्रसिद्धं कार्यसिद्धं द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले चेत् परत्रिपादीसूत्रं स्वयम् असिद्धम् इति कारणात् शास्त्रसिद्धम् इति उच्यते पूर्वमेव त्रिपादीसूत्रस्य कार्यं कारितं चेत् तर्हि तत्पश्चात् सपादशब्दायसूत्रं वा पूर्वत्र त्रिपादीसूत्रं वा आयाति चेत् तयोः मनसि परत्रिपादीसूत्रस्य कारितं कार्यं न दृश्यते एव यतः तेन परत्रिपादीसूत्रेण यत् किमपि क्रियते तत् पूर्वत्र सिद्धम् इत्यनेन असिद्धम् इदं कार्य असिद्धम् इति उच्यते तत्र पूर्वत्र सिद्धम् इत्यस्य कार्यं द्विविधं शास्त्रसिद्धं कार्य असिद्धं तत्र शास्त्रसिद्धम् इत्युक्ते सपादशब्दायी प्रति त्रिपादीसिद्धं त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रसिद्धम् इत्युक्ते तत्र भवत्या एतत् विषये सम्यक् उक्तवती पूर्वसूत्रकार्यं कृतं चेत् परसूत्रस्य कार्यं न अपश्यं तत्र असिद्धं भवति एव तत्र कार्यसिद्धम् इत्युक्ते अपरं कार्यं द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानसमये आगच्छति चेत् तत्र परत्रिपादीसूत्रं स्वयम् असिद्धं भवति किमर्थं चेत् पूर्वत्र सिद्धं कार्यं भवति अतः परत्रिपादीसूत्रं तत्र असिद्धं भवति एतदेव तत्र शास्त्र असिद्धम् इति उच्यते पूर्वमेव त्रिपादीसूत्रस्य कार्यं कारितं चेत् तत् पश्चात् सप्ताहीसूत्रं वा पूर्वात्र त्रिपादीसूत्रं वा आयाति चेत् तयोः मनसि परत्रिपादीसूत्रस्य कारितं कार्यं न दृश्यते एतत् पुनः अपि आगच्छति एतत् परसूत्रस्य कार्यं न पश्यति इति परत्रिपादीसूत्रेण यत् किमपि क्रियते चेत् पूर्वत्र सिद्धम् इत्यनेन असिद्धम् अतः तत्र यत्र कार्यं पूर्वमेव कृतं बलवत् भवति ए सूत्रं सपादीसूत्रमस्ति चेत् तत्र बि सूत्रं कार्यं न करोति त्रिपादी इदं तत्र द्रष्टुं न शक्नोति एतदेव अस्ति खलु भगिनि तत्र आम् तत्र यदा वयं प्रथमपरिच्छेदे दृष्टवन्तः तत्र पूर्वत्र असिद्धम् इत्यस्य अर्थद्वयम् अस्ति. एकं सपादसप्ताध्यायी अनन्तरं त्रिपाद्याम् अन्यत् सूत्रम् अस्ति चेत् सपादसप्ताध्याय्यां सूत्रमेव प्रथमं कार्यं करोति, त्रिपादीसूत्रम् असिद्धं भवति. यदा सूत्रद्वयमपि त्रिपाद्याम् अस्ति चेत् तत्र क्रमेण कार्यं भवति. किमर्थम् इत्युक्ते पूर्वसूत्रमेव बलवत् इति कारणेन तस्य कार्यम् एव भवति इति दृष्टवन्तः. द्वितीयपरिच्छेदे किं दत्तम् अस्ति इत्युक्ते तत्र कार्यं द्विविधम् अस्ति. प्रथमम् अर्थद्विविधम्, अनन्तरं कार्यं, यद् कार्यं पूर्वत्र असिद्धं करोति तत्र द्विविधा विभजनम् अस्ति इति. अत्र अस्य सर्वे तेन मन्यन्ते, अत्र सिद्धान्तकौमुद्यां तादृशम् अस्ति इति कृत्वा महोदयेन अत्र स्थापितम् अस्ति. तत्र शास्त्रसिद्धं कार्यसिद्धम् इति द्विविधं कार्यम् अस्ति. तत्र शास्त्रम् इत्युक्ते सूत्रमेव. तत्रापि यदा द्वयोः युगपत् कार्यं कर्तुम् आगच्छति सूत्रद्वयं चेत् तत्र परत्रिपादिसूत्रं स्वयम् असिद्धं, तत्तु वयं जानीमः एव. परत्रिपादिसूत्रं स्वयम् असिद्धं किमर्थम् इत्युक्ते तत्र पूर्वसूत्रमेव तस्य बलमेव अधिकम् अस्ति इति कारणेन तदेव शास्त्रसिद्धम् इति उच्यते. शास्त्रम् इत्युक्ते सूत्रं, सूत्रम् असिद्धं. द्वितीयविधं यद् अस्ति तस्य नाम अस्ति कार्य असिद्धम्. एकं सूत्रं यद् त्रिपाद्याम् अस्ति तद् आगत्य कार्यं करोति, तद् यदा कार्यं करोति अनन्तरम् अन्यत् सूत्रं यद् सपादसप्ताध्याय्याम् अस्ति तद् कार्यं कर्तुम् आगच्छति चेत् यत् कार्यं पूर्वमेव त्रिपाद्यां स्थित्यां सूत्रेण कृतं तद् न पश्यति. तदेव शास्त्रसिद्धं, क्षम्यतां, कार्यसिद्धम् इति इति तस्य नामकरणं. तस्मिन् विषये उदाहरणम् अग्रे आगच्छति, तस्मिन् समये प्रायः इतोपि स्पष्टं भवति. अतः द्विविधम् अस्ति, शास्त्रसिद्धं कार्यसिद्धम् इति. कार्यसिद्धम् इत्युक्ते कार्यं पूर्वमेव जातं, यद् कार्यं पूर्वमेव जातं तद् यदा सपादसप्ताध्यायस्य सूत्रं वा त्रिपाद्यामेव पूर्वसूत्रं वा पुनः आगच्छति कार्यं कर्तुं तद् कार्यं न पश्यति. यद् कार्यं जातं तद् न पश्यति इति तयोः भेदः. शास्त्रसिद्धम् इत्युक्ते किं, कार्यसिद्धम् इत्युक्ते किम् इति भेदः अस्ति तयोः. तद् किम् अस्ति इति पश्यामः. अत्र उदाहरणम् अत्र एव दत्तमस्ति, तद् दृष्ट्वा अवगन्तुं शक्नुमः. धन्यवादः भगिनी. रघुपतिमहोदय पठति वा? आं भगिनि. तत्र पूर्वप्रसिद्धं तत्र वा? शास्त्रसिद्धम्. शास्त्रसिद्धं, शास्त्रसिद्धं. द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले चेत् परतिपादिसूत्रं स्वयम् असिद्धम् इति कारणात् शास्त्रसिद्धम् इति उच्यते. अस्य बहूनि उदाहरणानि सन्ति. यथा हल्सन्धिसूत्राणि सर्वाणि त्रिपाद्याम् अस्ति, अतः एकत्र हल्सन्धिविधायकसूत्रद्वयम् आयाति चेत् परसूत्रस्य असिद्धत्वात् पूर्वसूत्रम् आगत्य कार्यं करोति. उदाहरणार्थं यत् योगः जायते अत्र जलां दशोऽन्ते अपि च स्तोश्चु नाश्चुः इति सूत्रद्वयस्य द्वयोः प्रसक्तिः अस्ति. एकत्र आयातः स्तोः स्तुनाश्चुः इत्यस्य असिद्धत्वात् जलां दशोऽन्ते पूर्वं भवति यद् जायते. इदानीं यत् इति यद् जायते, अनन्तरं स्तोश्चुनाश्चुः इत्यनेन स्तुत्वं यज्जायते, यज्जायते इति अन्तिमं रूपं सिद्ध्यते. एवमेव सर्वाणि हल्सन्धिसूत्राणि. अत्र शास्त्रसिद्धम् इत्यस्य विषये उदाहरणानि दत्तमस्ति. शास्त्रसिद्धम् इत्युक्ते द्विपाद्यां प्रति पूर्वसूत्रं पूर्वसूत्रं त्रिपाद्यां पूर्वसूत्रं सारि सपादसप्तादयं प्रति त्रिपादीसूत्राणि असिद्धमिति अस्ति, अपि च त्रिपाद्यामपि यत् सूत्रं परसूत्रमस्ति तद् पूर्वसूत्रं प्रति असिद्धम् इति. यदा उदाहरणमस्ति अत्र दत्तमस्ति हल् सन् अत्र हल्सन्धिसम्बद्धानि सूत्राणि सर्वाणि त्रिपाद्यामस्ति. एकं सूत्रमस्ति इदानीं यत् योगः जायते इति स्थितौ जलाङ्गसोऽन्ति अपि च स्तोस्तु नश्चुः इत्यनयोः सूत्रयोः प्रसक्तिरस्ति. परन्तु जलाङ्गसोऽन्ति इति सूत्रं त्रिपाद्यां पूर्वसूत्रमस्ति, द्वितीयाध्याये सारि अष्टमध्याये द्वितीयपादस्य नवत्रिंशत्तमसूत्रमस्ति. स्तोश्चरसु अग्रिमसूत्रमस्ति, नाट् अग्रिमसूत्रं चतुर्थपादे चत्वारिंशत्तमसूत्रमस्ति. अतः जलाञ्जसोऽन्ते इति सूत्रस्य प्रति स्तोश्चुनाश्चुः इति सूत्रम् असिद्धम्. एतत् शास्त्रा असिद्धम् इति अहं चिन्तयामि. अतः जलाञ्जसोऽन्ते इत्यस्य प्रसक्तिः प्रथमं भवति, तस्य कार्यं प्रथमं भवति. अतः यत् जायते इति अस्ति, यत् तत्र जश् आदेशः भवति, यद् यद् जायते. इदानीं स्तोश्चुनाश्चुः इत्यस्य सूत्रस्य प्रसक्तिः अस्ति, अतः अत्र तकारस्य स्थाने चवर्गीय जकारादेशः भवति, अतः यज्जायते इति अन्तिमरूपं भवति. एवमेव हल्सन्धिषु एवमेव कार्यं भवति. पूर्वसूत्रं प्रथमं करणीयम्, अनन्तरमेव परसूत्रस्य प्रसक्तिः भवति. समीचीनं. तत्र यद्यपि तत्र सूत्रद्वयमपि त्रिपाद्याम् अस्ति, तत्र जलां जशोन्ते इति सूत्रमेव प्रथमं कार्यं करोति पूर्वत्र सिद्धम् इति कारणेन. स्तोश्चुनाश्चुः इत्यस्य कार्यं न भवति, असिद्धत्वात् तस्य कार्यं न भवति. पुनः तस्य कार्यं भवति यदा जलां जशोन्ति इत्यस्य कार्यं जातं, पुनः तस्य कार्यं कर्तुम् अवकाशः अस्ति. अतः तत् पुनः आगत्य कार्यं करोति यद् जायते इत्यनेन. यज्जायते इति रूपं भवति. यदा वयं चिन्तयामः फलं समानं भवति, यदा स्तोश्चुनाश्चुः प्रथमं भवेत् वा जलां जशोन्ते प्रथमं भवेत् वा इति, तादृशं नास्ति. तत्र क्रमः परिशीलनीयः एव, सर्वदा क्रमेण एव गन्तव्यः. यद् सूत्रं बलवत् तस्य कार्यमेव प्रथमं भवति इति. प्रश्नः अस्ति वा? स्तोस्तुनासु प्रथमं कार्यं कृतं चेदपि अन्तिमरूपं सिद्ध्यति, परन्तु तादृशं करणीयम् अस्मिन् सन्दर्भे सिद्ध्यति, परन्तु अन्यत् यच् आमाम् अत्र यच् जायति इति भवितुमर्हति. अनन्तरं चत्वं भूत्वा सारि नास्ति, यच् जायते अनन्तरं किमस्ति अञ्जलां दशन्ति इत्य सूत्रेण भवितुमर्हति, परन्तु न तत् तदेव अस्मिन् सन्दर्भे. आम् आं महोदय, वदतु महोदय. यदि स्तोश्चुनाश्चु पूर्वं कार्यं करोति तत् तकारस्य चकारः जातः, तत् अनन्तरं तु यच् कोऽपि पदं नास्ति, तथा जलां जुषन्ते तस्य प्रसक्तिः न भवति. आम् तद् अन्यत् सूत्रमस्ति किल, जल् जषि. आमामां जलां जषि. तत्र तस्य सूत्रसङ्ख्या अपि द्रष्टव्या महोदय, तत् अन्त चतुर्थपादे अस्ति इति चिन्तयामि. आमां परन्तु यद् आदेशः भवति पदसंज्ञा तत् भवति, पदसंज्ञा भवति एव खलु आदेशः भवति. कुत्र महोदय? तस्मिन् समये यदा आदेशः जायते भवति, परन्तु पदसंज्ञा न अपगच्छति खलु, अतः पदसंज्ञा भवति एव. सत्यं सत्यम्. अतः तत्र आदेशः एव किल भवितुमर्हति. आमाम् आदेशः अस्ति खलु. भवितुमर्हति. अतः इत्युक्ते अर्थ संज्ञा यदस्ति तत् न अपगच्छति आदेशेन. समीचीनं, तदपि तच्चिन्तनमपि समीचीनं, तद् न अपगच्छति. किमर्थम् इत्युक्ते इदानीमपि वक्तुं शक्नुमः किल यद् योगः जायते इति, यद् इति पदं नास्ति इति, तत्र तादृशं नास्ति. हा सम्यक् चिन्तनम्. अन्यत्र न भवति, अन्यत्र न भवति. अतः क्रमः बहु मुख्यमस्ति, क्रमेण एव गन्तव्यं त्रिपाद्यां. तद् सौकर्यमपि अस्ति, क्रमेण गन्तव्यम् इत्युक्ते अस्माकं पूर्वं सूत्रं वा परसूत्रं वा इति किमपि चिन्तनस्य आवश्यकता न भवति. अनेन आधारेण पाणिनिना अत्र स्थापितमस्ति सूत्राणि. आम्, हल्सन्धि, हल्सन्धिकार्याणि सर्वत्र अन्ते एव आगच्छति. तस्य कार्यं पदं निष्पन्नं, अनन्तरमेव हल्सन्धि सूत्राणि प्रवर्तनीयानि इति कृत्वा एव सः अन्ते स्थापितवान्. अस्तु महोदय, एकवारं सूत्राणि, हल्सन्धिसूत्रक्रमः पठतु. परन्तु भगिनि, एकः मम भ्रमः आसीत् तत्र, सदिशो हुरुः इति सूत्रं त्रिपाद्यमस्ति खलु, परन्तु अनन्तरं कार्यं भवति खलु, अनन्तरं सप्ताध्यायः सूत्राणि कार्यं करोति तत्र. अत्र अस्मिन् करपत्रे अपि अस्ति महोदय, यदा आगच्छति वयं. अग्रे जस् इदानीं हल्सन्धिसूत्रक्रमः, प्रथमं जस्त्वं भवति. जस्त्वम् इति जलाञ्जसन्धि इत्यनेन प्रथमसूत्रम् अस्ति. त्रिपाद्यां नवत्रिंशत्तमसूत्रं सूत्रमस्ति. द्वितीयपादे यवलोपसन्धिः, लोपः शाकल्यस्य अस्ति. तृतीय पादे नवदशसूत्रमस्ति. अनन्तरम् अनुस्वारसन्धिः, मोनुस्वारः अपि च नश्चापदान्तजलि इति तत्र विंशतितमसूत्रमस्ति मोनुस्वारः. अनन्तरं चतुर्विंशतितमसूत्रं नश्चापदान्तस्य जलि इति. नमुडागमसन्धिः अस्ति. डमोरुस्वद डमुड् नित्यम् इति. द्वात्रिंशत्तमसूत्रमस्ति. स्थोस्तुनाश्चुः इति चत्वारिंशत्तमसूत्रमस्ति चतुर्थपादे. अपि च चतुर्थपादे अग्रे स्तुत्वम् अग्रिमसूत्रमस्ति एकचत्वारिंशत्. अनुनासिकसन्धिः अस्ति, अरुणनासिको अनुनासिको वा इति पञ्चचत्वारिंशत्तमसूत्रमस्ति. पञ्चपञ्चाशत् अस्ति करि च चत्वसन्धि. अनुस्वारसेयीपरसवर्ण परस्वर्णसन्धि सन्धि सन्धयः सन्धिसम्बद्ध त्रीणि सूत्राणि सन्ति. अनुस्वारसेयीपरसवर्ण इति अष्टपञ्चाशत्तमसूत्रमस्ति. नवपञ्चाशत्तमसूत्रमस्ति वापदान्तस्य अनुस्वारसेयीपरसवर्ण इति. अपि च तोर्लि इति अस्ति षष्टि चतुर्थपादे. पूर्वसवर्णसन्धिः जयोः अन्यतरस्याम् इति, जयोःन्यतरस्याम् इति सूत्रमस्ति. द्विषष्टि अपि च षष्चोटि इति सूत्रमस्ति. चतुसन्धेः सूत्रम् अग्रिमं सूत्रमस्ति. त्रिषष्टितमसूत्रमस्ति. परन्तु लघुसङ्ख्या लघुसिद्धान्तकौमुदीयम् इतस्ततः अस्ति तत्र. आम्, इतस्ततः प्रक्रियाग्रन्थः किल, तदपि प्रक्रियाग्रन्थः. अतः एव भिन्नता प्रदर्शितवान् महोदयेन. यदा सूत्र पाणिनिः सूत्रसङ्ख्या पश्यामः चेत् क्रमेण अस्ति, लघुसिद्धान्तकौमुद्यां पश्यामः चेत् इतस्ततः अस्ति, तत्र प्रक्रियाग्रन्थः इति कृत्वा. पाणिनिः यदा वयं तस्य अनुसरामः चेत् कोऽपि क्लेशः न भवति, अग्रिमसूत्रम् इति क्रमेण आगच्छति. समीचीनम्. तदेव शास्त्रसिद्धम् इति एकः एकम् उदाहरणम् अस्ति. श्रीवल्ली भगिनी अस्ति वा? आं भगिनि, पठतु भगिनि. मनोरथः, मनसः इच्छा, अभिलाषा. मनस्योगः रथ, ससजुषो रुः इति अनेन पदान्ते सकारस्य स्थाने रु आदेशः. मना योगः रु योगः रथ. अनुबन्धलोपे मनर् योगः रथ. परन्तु रोरि, हसि च इति सूत्रद्वयेन रोरि इत्यनेन रेफस्य लोपस्य असिद्धत्वात्, हसि च इत्यनेन रेफस्य उकारादेशः. मनयोगः उयोगः रथ. आत् गुणः इत्यनेन गुणादेशः. मनोरथ, वर्णमेलने मनोरथ इति एकः पदं मनोरथः. मनोरथः इति क्रमं मनस् इति मनस् योगः रथ इति. पदान्ते सकारस्य ससजुषु रुः इति सूत्रेण पदान्तसकारस्य स्थाने रु आदेशः भवति इति. मन योगः रु योगः रथ. रु इति अनुबन्धलोपे मनर् योगः रथ इति. अनन्तरं रोरि, हसि च इति द्वयोः सूत्रयोः मध्ये रोरि इत्यनेन रेफस्य लोपस्य असिद्धत्वात्. संख्या हसि च इति अनेन रेफस्य उकारादेशः भवति. मनायोगः उयोगः रथ. आत् गुणः इत्यनेन गुणदेशः भवति. मनोरथ इति पदं निष्पन्नं भवति इति. रोरि रेफस्य रेफस्य रेफे परे लोपो भवति. हसि च इति सूत्रेण हसि परे, अतः उत्तरस्य रेफस्य उकारादेशः भवति. हस् प्रत्याहारे इति द्वयोः सूत्रयोः किन्तु रोरि इति सूत्रस्य असिद्धत्वं भवति. किन्तु किमर्थं त्रिपाद्यां पूर्व ससजुषो रुः इति सूत्रस्य प्रति रोरि इति असिद्धत्वं भवति. ससजुषोरुः इत्यस्य कार्यं जातं किल भगिनि? आम्, पदान्तस्य सकारस्य स्थाने रु इति आदेशः भवति. कयोः बलाबलचिन्तनं भगिनि इदानीं? हसि च, रोरि हसि च इति सूत्रद्वयोः मध्ये प्रश्नः अस्ति. परन्तु कारणम् इट्स् एन् एक्सेप्शन् न न किमपि न तत्र इदानीं मनर् एकनिमिषं भगिनि, मनर् योगः रथ इति स्वीकरोतु. तत्र रोरि इत्यस्य कार्यं भवति वा, प्रसक्तिः अस्ति वा इति परिशीलयतु प्रथमं. प्रसक्तिः अस्ति किन्तु निमित्तं किं? रेफस्य परे रेफः परे रेफे परे रेफस्य लोपः भवति रोरि इति सूत्रेण. प्रसक्तिः रेपः इत्युक्ते कुत्र? तत्र रेपद्वयम् अस्ति, कस्य लोपः भवति? मनर् इति अन्त्यं रेफा अस्ति, रथ इति रेफः परे अस्ति इति चेत् रेफस्य रेफे परे लोपः भवति. रः मीन्स् मनर् रेफस्य लोपः भवति मनयोगः रथ इति प्रसक्तिः अस्ति. हषिच इति हष् प्रत्याहारे वर्णाः, हष् प्रत्याहारे इति हकारः, सेमै वोवेल्स् अण्ड् फिफ्त् आफ् क्लास् अण्ड् फोर्त् आफ् क्लास् लेटर्स् झब्बगडत् ई परे अस्ति चेत् उत्तरस्य रेफस्य उकारादेशः भवति इति चेत् मनर् योगः रथा इति रथा इति रेफस्य स्थाने उकारादेशः भवति. मनर् इति मनर् इति पदे रेफस्य स्थाने उकारः भवति, उकारः आदेशः भवति. समीचीनम् इति चेत् इति कारणेन मन योगः यु वु योगः रथ इति. अनन्तरं आद्गुणः इति सूत्रेण इदानीं द्वयोः सूत्रयोः प्रसक्तिः अस्ति. कस्य कार्यं भवति? हषिच इति सूत्रस्य कार्यं भवति. किमर्थं किमर्थं पूर्वं न रोरि किं पूर्वत्र असिद्धं पूर्वसूत्रं किम् पूर्वसूत्रम् इति हषिच हषिच इति पूर्वसूत्रं रोरि इति परसूत्रं त्रिपाद्यम् अस्ति त्रिपाद्यं परसूत्रम् अस्ति परसूत्रमस्ति पूर्वसूत्रं सपादसप्ताध्याये अस्ति. पूर्वसूत्रं हषिच परसूत्रं रोरि इति चेत् रोरि इति असिद्धं भवति. समीचीनम् इति कारणेन हषिच इति सूत्रस्य कार्यं भवति. इदानीं रूपं किम्? इदानीं मनोरथ मनयोगः युवुयोगः रथ आद्गुणः इति गुणादेशः भवति मनोरथ इति रूपं भवति. समीचीनम्. इदानीं यद् चिन्तनं भवत्या कृतं रोरि हषीच इत्यनयोः तस्य नाम किं? शास्त्रसिद्धं वा कार्यसिद्धं वा? सूत्रस्य एकनिमिषं भगिनि द्वयोः प्रसक्तिः समानकाले समान सूत्र शास्त्रसिद्धं शास्त्रस्य असिद्धं सूत्रस्य एव अस्तित्वं नास्ति किल अतः शास्त्र असिद्धम् असिद्धं भवति. समीचीनम्. मम सन्देहः अस्ति कार्यसिद्धं न भवति वा? ससविसो रुः इति त्रिपाद्यसूत्रेण कृतम् अस्ति रुः, किमर्थं सः पश्यति इदानीं हषिच इति सूत्रं? तत् कार्यसिद्धं न भवति वा? परन्तु द्वयोः मध्ये बलाबलचिन्तनं नास्ति किल महोदय? न न अत्र दत्तमासीत् एकवारं त्रिपादी सूत्रं कृतं चेत् पूर्वसूत्रस्य इदानीं पुनः तत्र आगत्य कार्यं न करोति इति अस्ति वा? तत्र यदा द्वयोः सूत्रयोः एकत्र प्राप्तिः तदेकत्र इति बहु मुख्यमस्ति. युगपत् प्रसक्तिः एकत्र प्राप्तिः इति बहु मुख्यमस्ति. तत्र भिन्नभिन्नस्थलानि सन्ति चेत् तत्र कार्यसिद्धं शास्त्रसिद्धम् इति न वक्तुं शक्नुमः. तत्र सूत्रमेव न प्रवर्तते सर्वदा यदा तादृशं चिन्तनं कुर्मः चेत्. तत्र ससजिषु इत्यस्य अत्र शास्त्रसिद्धमिति पायिण्ट् नम्बर् वन् अत्र पूर्वं ततः पूर्वं पृष्ठे परमध्ये अस्ति पूर्वमेव त्रिपादसूत्रं कार्यं करोति चेत् तर्हि तत्पश्चात् सपासत्राध्यायीसूत्रं वा पूर्वत्रिपादसूत्रं वा आयाति चेत् तयोः मनसि परत्रिपादसूत्रं कारितं कार्यं न दृश्यते एव यतः तेन तेन परत्रिपादसूत्रं यत् किमपि क्रियते तत् पूर्वत्र असीतम् इत्यनेन असिद्धं कार्यसिद्धम् परन्तु पूर्वं तु प्रसक्तिः न आसीत् तत् कारणात् तत्र तत् तादृशी तर्का न प्रचलति मनस्योगरसस्य च रुः यदा यावत् कार्यं न करोति रोरि अपि च हसि च तस्य प्रसक्तिः न अस्ति प्रसक्तिः एव नास्ति रसजुषोरुः इति यद् कार्यं कारितं तद् आवश्यकं किल रोरि प्रवर्त रोरि वा हसि च तस्य प्रवर्तनीयं चेत् तस्य कार्यं आवश्यकं ससजुषोरुः इत्यस्य कार्यं तत् कार्यसिद्धं यदा पठामः तत्र इतोपि स्पष्टं भवति महोदय तत् किञ्चित् भिन्ना वार्ता अस्ति अस्तु शास्त्रसिद्धं स्पष्टं किल तत्र यद् कार्यं पूर्वं अहं चिन्तितवान् यत् कोऽपि यत्किमपि त्रिपाद्यं कार्यं कृतं तद् पूर्वसूत्रं न पश्यति एव इति मम मनसि आसीत् परन्तु अत्र तादृशनास्ति स्थितिः भिन्ना अस्ति पश्यति एव न किञ्चित् भिन्नः अस्ति तदेव तदेव यदा मातृभिः तस्य चिन्तनमस्ति तत्र पूर्व शास्त्रसिद्धं कार्यसिद्धम् इति किमपि नास्ति तत्र पूर्वत्र असिद्धम् एव पूर्वसूत्रं प्रति परसूत्रम् असिद्धं तावदेव तत्र कार्यसिद्धं शास्त्रसिद्धम् इति विभजनस्य कोऽपि महत्त्वं नास्ति इति तस्य मतं तत् सम्यक् एव तत्र तादृशं चिन्तयामः चेत् सम्यक् एव तत्र यदा विभजनं कुर्मः तत्र एव यदा भवतः भ्रमः तु समीचीनः एव तदागच्छति यदा मम मनसि यदा अहम् एतत् ससजुषोरुः रो तद् नास्ति तस्मात् पूर्वम् एकम् उदाहरणमासीत् किल जलां जशोन्ते स्तोश्चुनाश्युः तत्र स्तोश्चुनाश्युः पुनः आगच्छति किल कार्यं कर्तुं तत्र मम मनसि एकः सन्देहः आसीत् तत्र कृताकृतप्रसङ्गी इति दृष्टवन्तः किल स्तोश्चुनाश्चुः इति नित्यसूत्रं वा पुनः आगच्छति कार्यं कर्तुम् इति तत्र परन्तु तत्र चिन्तनं किम् इत्युक्ते स्तोश्चुनाश्चुः प्रथमस्तरे तत्र तु असिद्धत्वम् आसीत् तत् सूत्रमेव नास्ति इति अतः तद् नूतनतया एव आगच्छति यत् सूत्रं पूर्वं कारितम् इति न आगच्छति अतः कृताकृतप्रसङ्गी तत्र नित्यम् इति नास्ति इति तत्र किञ्चित् किं वदामः कान्फ्लिक्ट् इति न कोइन्सिडेन्स् इति वदामः किल तत्र क्लाश् भवति यदा वयं चिन्तयामः चेत् कार्यसिद्धं पूर्व शास्त्रसिद्धं नित्यसूत्रं तत्र किञ्चित् क्लाश् भवति किञ्चित् एव भेदः अस्ति इति कृत्वा प्रायः एतदेव सूत्रमस्ति वा तादृश तस्योरुहीति सूत्रमेव अस्ति वा यत् पूर्वं कार्यं करोति अनन्तरं सपादसप्ताध्यायं अन्यदपि सूत्र अस्ति महोदय अग्रे आगच्छति एकवारम् अहम् उक्तवती किल रोरि कृत्वा न ड्रलोपे पूर्वस्य दीर्घो नः इति एकं सूत्रम् अस्ति तद् कृत्वा तादृशम् आगच्छति सपादसप्ताध्याय मध्ये अस्ति वा तत्र त्रिपादीसूत्रं कार्यं प्रथमं भवति अनन्तरं सपादसप्ताध्याय्याम् एकं सूत्रम् अस्ति तादृश अस्ति अग्रे आगच्छति तत्सर्वं रोरि इत्यस्य अनन्तरं ड्रलोपे पूर्वस्य इति सूत्रं ड्रलोपे पूर्वस्य दीर्घोणः इति सूत्रम् आगच्छति अस्तु एक अन्यत् उदाहरणमस्ति तदपि परिशीलयामः भगिनी वदतु महोदय भगिनी तत्र श्रीवल्लीभगिन्या उक्तं रेफः इति रेफः इति फकारस्य उच्चारणं हिन्दी मध्ये एव आगच्छति. तत्र फकारः पकारः एव न फकारः इति अहं वक्तुम् इच्छामि. धन्यवादः. अस्तु, धन्यवादः. अस्तु, राजेन्द्रमहोदय स्वरः समसूटि पठति वा? आम् आम् आम् भगिनि. अत्र मौनस्वर भगिनि, तत्पूर्वं मम मनसि इदानीमपि तत् किञ्चित् संशयः अस्ति. यथा पूर्वम् अस्माभिः पठितं जलां दृश्यन्ते स्वश्चुनश्चुः यत्र आगत्य कार्यं करोति, अहं चिन्तयामि यथा जलां दृश्यन्ते तत् स्वश्चुनः पूर्वं कार्यं करोति, तकारस्य चकारः जातः. तदनन्तरम् अहं चिन्तयामि तस्य यच् योगे जायते अस्ति, तत् कीदृशी तत् कार्यं भवति यथा इष्टं रूपं प्राप्नुमः? जलां दर्शन्ति इत्यस्य प्रसक्तिः भवति न कथं स्तोश्चुनसु भवति यच् इति भवति यज्जायते. अनन्तरं यच् इति खर्वर्णः अस्ति, अग्रे अपि खर्वर्णः अस्ति न कर्वन् जायते इति खलु ज इति पदान्ते अस्ति, यच् इति पदान्ते अस्ति खलु. यत् परन्तु अहं चिन्तयामि अत्र भगिनी यत्र स्थानीवद् भाव अनर्विदोः तत्र अत्र तु तकारः या पूर्वम् आसीत् इदानीं चकारः जातः, तत्कारणात् अल्विधिः अस्ति अत्र. स्थानीवद् भावः कथं भवति तत्र? तत्र यदा वयं यत् इति जायते इत्यस्य तत्र आदेशः कृतवन्तः किल जलां जशोन्ते इत्यनेन, तत्रापि यद् जायते इति भवति किल, तत्र वयं यद् इति पदम् इति स्वीकुर्मः किल, तादृशं यच् इति अपि पदमेव किल महोदय. परन्तु अत्र तु दकारः अस्ति, जकारः अस्ति, अनन्तरं तत् स्वश्चुनश्चु तस्य प्रसक्तिः अस्ति, तद् दकारस्य जकारः जायते तत्र. परन्तु यथा चकारः अस्ति तथा कथं भवति? चकारः इदानीं जकारः भवति, यज् जायते, अनन्तरम् अन्यत् सूत्रं किमपि आगत्य तत्र किम् अस्ति तद् अन्यत् सूत्रम् अस्ति किल यज् जायते इति भवति, अनन्तरम् आगच्छति, अतः एव प्रायः क्रमस्य मुख्यत्वमस्ति. इदानीं त्यजामः भगिनि, तत् अनन्तरं चिन्तयित्वा तत् किञ्चित् कुर्मः तस्य वर्णः. परन्तु मम मनसि किञ्चित् भ्रमः अस्ति तत् कारणात्. क्रमेण गच्छामः चेत् नास्ति चिन्ता, न गच्छामः चेत् तत्र क्लेशः एव मोनुस्वरः तथा पठनीयं भगिनि. मोनुस्वारः मम सम क्षमता समः सुटि क्रियोगिन् कृति सम योगकृति सम्परिभ्यां करोतो भूषणे इत्यनेन सुट् आगमः संयोग सुट् योगकृति अनुबन्धलोपे अनन्तरं संयोग स योगकृति मो अनुस्वरः इत्यनेन म स्थाने अनुस्वर आदेशः परन्तु मो अनुस्वरः समः सुटि च त्रिपादी सूत्रे स्ताः पूर्वसूत्रमस्ति, अतः पूर्वत्र सिद्धम् इत्यनेन पूर्वसूत्रं प्रथमं कार्यं करोति, परसूत्रम् असिद्धम्. अत्र तु समः सुटि पूर्वसूत्रम् अस्ति, मौनस्वरः परसूत्रमस्ति. समः सुटि इत्यनेन मकारस्य ऋत्वं सरु योगस्य योगकृति कृते उपदेश अजनुनासिका इत्यनेन उकारस्य इत्संज्ञा भूत्वा तस्य लोपः च स रेफ् सृ सकृति अत्र अनुनासिकः पूर्वस्य अस्तु वा इत्यनेन विकल्पेन अम् आम् आदेशः विपक्षे अनुनास्तिकात् पर अनुस्वारः इत्यनेन अनुस्वार आगमः संस्कृति संस्कृति खर्वस्थानयोर्विसर्जनीयः इत्यनेन पदान्ते रेफस्य स्थाने विसर्गः संहसंस्कृतिः संहसंस्कृतिः विसर्जनीयः सः इत्यनेन विसर्गस्थाने सकारः संस्कृति संस्कृति रूपं निष्पन्नं भवति. किञ्चित् बहु जटिल्यम् अस्ति अत्र. मोहनस्वरः तु परसूत्रम् अस्ति. समहसुटि पूर्वसूत्रम् अस्ति. द्वौ सूत्रौ त्रिपाद्या स्तः. अत्र किम् अस्ति, क्रीधातु तत्र तिन् प्रत्यया आगच्छति, कृति भवति, कृति इदानीं संयोगकृति सपरिभ्यां करोतौ भूषणै इत्यनेन सुट् आगमः भवति. तत् न जानामि भगिनि तत् सूत्रः किं सूत्रमस्ति. इदानीं भवतु नाम तत्र सुट् आगमः भवति, संयोगसुट् योगकृति अनुबन्धलोप लोपे तत् टकारस्य लोपः भूत्वा तत् स उकारस्य अपि लोपः भूत्वा तत् सकारः एव अवशिष्यते. संयोग स योगकृति अत्र इदिनेन मो अनुस्वरः यथा आगत्य कार्यं करोति तत्र मकारस्य सं मकारस्य अनुस्वर आदेशः भवति. परन्तु इदानीं किम् अस्ति, मो अनुस्वरः परसूत्रम् अस्ति, संहसुटि चित्पाद्यां पूर्वसूत्रम् अस्ति, अतः पूर्वत्र सिद्धम् इत्यनेन पूर्वसूत्रं प्रथमं कार्यं करोति. तथा तत् संहसुटि पूर्वं कार्यं करोति इत्यनेन मकारस्य कथं भगिनी मकारस्य ऋत्वं भवति तत् न जानामि अहम्. तत्र मकारस्य स्थाने ऋत्वादेशः भवति, तावदेव. संसुटि इति अत्र मकारस्य स्थाने रु आदेशः. अस्तु अस्तु अस्तु अस्तु. सूत्रम् एव भवति तथा. सूत्रं न जानामि. समहसुटि इत्यनेन मकारस्य ऋत्वं भूत्वा तत् स्वरु योगस्य योगकृते अत्र उपदेश अजुननास्ति. उकारस्य इत्संज्ञा भूत्वा तस्य लोपः भवति. इदानीं स योग न रेफः उकारतो जातः सर्स्कृति. अत्र अनुनासिकः पूर्वस्य तुवा इत्यनेन विकल्पेन आम् आदेशः भवति. यथा तत्र अनुनासिकः पूर्वस्य तुवा कस्य स्थाने आम् आदेशः भवति भगिनि अत्र? तत्र तद् रेपस्य अनन्तरम् अनुनासिकः पूर्वस्य तु वा इत्यनेन विकल्पेन आ आदेशः तत्र सृं स्कृति इति भवति. तत्र तत्तु विकल्पेन एव किल, अतः विपक्षे अनुनासिकात् पर अनुस्वरः अत्र यः यः अनुनासिकात् पर एकस्मिन् पक्षे संस्कृति अन्यस्मिन् पक्षे संस्कृति. इदानीं खर्वस्थानयोर्विसर्जनीयः इत्यन्त्र पदान्तरेफस्य स्थाने विसर्गः भवति. अत्र रेफस्य स्थाने विसर्गः आगच्छति. अनन्तरं विसर्जनीयस्य सः इत्यनेन विसर्ग रेफस्य स्थाने विसर्गः आगच्छति स्थाने संस्कृति अपि च संस्कृति कृति संस्कृति किञ्चित् भवती किञ्चित् प्रतिपादयतु. समीचीनमेव, तत्र पूर्णतया प्रक्रिया न प्रदर्शितं, तत्र संस्कृति इत्यस्य एव तस्मात् अग्रे अपि किमपि अस्ति, तेन एव अस्माकं संस्कृतम् इति पदं निष्पन्नं. तत्र यदा भवान् उक्तवान् तत्र अस्माकं विषयः कः, मोनुस्वारः समः श्रुति इति सूत्रद्वयं, कस्य प्रसक्तिः, तावदेव. अग्रे किमपि अस्ति पूर्णतया अहमपि न जानामि तस्य निमित्तानि कानि. श्रुति अत्र पूर्वसूत्रमस्ति, मोनुस्वारः परसूत्रमस्ति, तत् कारणात् तद् समः श्रुति तत्र कार्यं करोति. तदनन्तरम् एव तत्र प्रक्रिया भवति, इष्टं रूपं प्राप्नुमः. आम्, अनुनासिकः एकस्मिन् पक्षे, अनुस्वारः अन्यस्मिन् पक्षे इति तत्र तत्र ध्वनिभेदः एव अस्ति. संस्कृति संस्कृति इति भेदः अस्ति. तत्र इतोपि अस्ति महोदय, मम पार्श्वे अपि पूर्णप्रक्रिया नास्ति, केन येन संस्कृतम् इति रूपम् आगच्छति, सकारस्य लोपः भवति इति किमस्ति, लोपः भवति, द्वित्वमस्ति खलु, लोपः भवति, सूत्रमस्ति जलां प्रसन्न इति सूत्रेण वयं दत्तवन्तः. अत्र अनुवासिको अनुवासिको वा इति सूत्रं वयं नश्चव्यप्रसान् इति सत्त्वसन्देहे तत्र पठितवन्तः. कस्मिंश्चित् ग्रामे इति अस्ति खलु, कस्मिंश्चित् अस्ति, अत्र रूपद्वयं भवति इति अस्ति, तत्त्वं भवति अनन्तरं तत्र नश्चव्यप्रसा तदेव भवति. सकारसकारद्वयम् अस्ति इति न न तद् नास्ति, अत्र अनुनासिका पूर्वस्य तु वा इति एव अहम् इदानीं मम स्वरं नास्ति, परन्तु तत्र अस्ति. एकं तु रूपद्वयं भवति, एकं तु अनुस्वारः भवति, एकं तु प्रायः. परन्तु अस्माकं चिन्तनम् इदानीं मोनुस्वारः समः सुति एव, तत्र द्वयोः मध्ये एव, तत्र यदा अग्रे गच्छामः प्रायः वयमेव साधयितुं शक्नुमः किम् अस्ति इति. आम्, विजया भगिनी भवत्याः प्रश्नः कः भगिनि? समसुति समसुति इति सूत्रस्य तत्र अलोन्तस्य इति सूत्रमपि कार्यं करोति खलु भगिनि? समः इति अन्तिमवर्णस्य एव तत्र परिवर्तनम् अभवत्, अतः तत्र अन्तिमवर्णस्य अतः अलोन्तस्य अपि कार्यं करोति. समः सुति इत्यनेन मकारस्य रुत्वम् इति दत्तमस्ति. अन्तिमवर्गं किमपि आं तत्र अलोन्त्यस्य इत्यस्य आवश्यकता एव नास्ति. किमर्थम् इत्युक्ते तत्रैव मकारस्य रुत्वम् इति दत्तमस्ति, मकारः अन्ते अस्ति, अङ्गं किमपि नास्ति, अतः तस्य अलोन्त्यस्य इत्यस्य किमपि आवश्यकता नास्ति. मकारस्य तत्र अन्त्य अल् वर्णः एव रुत्वं भवति खलु भगिनि? अन्तिमवर्णस्य अल् वर्णः एव तत्र रुत्वं भवति. तद् अलोन्त्यस्य तादृशम् अस्मिन् सूत्रे दत्तमस्ति वा? अस्मिन् सूत्रे मकारस्य रुत्वम् इति एव दत्तमस्ति, परन्तु तद् इदानीं तस्मिन् विषये मास्तु भगिनि, किमपि तत्र महत्त्वमेव नास्ति. अस्माकं विषयः तु मोनुस्वरः समः सुति इत्यस्मिन् कस्य कार्यं भवति इत्येव. तद् यदा वयम् अग्रे तस्मिन् विषये पश्यामः तस्मिन् विषये चर्चां कुर्मः. वदतु भगिनि. अनुनासिकः पूर्वस्य तु वा इति सूत्रमपि कार्यं करोति, 632. अनन्तरं सुट् कात् पूर्वः इति 61131 एतत् सूत्रमपि कार्यं करोति. अर्थः किं चेत् तत्र अधिकारसूत्रम् अधिकारः अयं पारस्करप्रभूतिनि च संहितायाम् इति विषये तत्र सुट् कार्यं करोति. भवती उक्तवती खलु तत्र संस्कृतं किमर्थम् आगच्छति, कथा तत्र अभवत् इति पृष्टवती खलु भगिनि? तत्र एतत् कार्यं सूत्रं कार्यं करोति, सुट् कात् पूर्वः 61131 सुट् प्रकरणं तत्र अस्माकं अस्माकम् अष्टाध्यायी डाट् काम् मध्ये एव प्रदर्शितमस्ति. समः सुति अत्र अनुनासिकः पूर्वस्य तु वा, अनन्तरं करवसानि और् विसर्जनीयः वाशरी, तत्र सम्पुङ्कानां सो वक्तव्यः इति वार्तिकेन तत्र नित्यं सकारादेशः भवति. संस्कृतम् इति भवति. अधिकारः अपि अस्ति खलु अष्टाध्यायी. अनन्तरं पश्यामः भगिनि, इदानीं तस्मिन् विषये चिन्तनं न आवश्यकं किल अस्माकं पाठान्तरं जातं. भगिनि भवती अवगच्छति वा, प्रसङ्गः नास्ति किल इदानीं, तत्र पाठान्तरं जातम्, अतः तस्मिन् विषये अन्यस्मिन् सन्दर्भे द्रश्यामः. इदानीं कार्यसिद्धं पठामः, अतः अथवा अस्मिन् पाठे एव वयम् एकवर्षम् अनन्तरमपि तत्र एव स्थगयामः. अस्तु प्रकरणम् इति अद्य अष्टाध्यायी. अस्तु भगिनि, अहं पश्यामि अनन्तरम्, इदानीं मास्तु, तदेव मम विवक्षा आसीत्. अस्तु अरुणा भगिनी, कार्यसिद्धं पठति वा. आं भगिनि, कार्यसिद्धं. पूर्वमेव सूत्रस्य कार्यं कारितं चेत् तर्हि तत् पश्चात् सपादसप्ताध्यायीसूत्रं वा पूर्वात्रिपादसूत्रं वा आयाति चेत् तयोः मनसि परत्रिपादसूत्रस्य कार्यत्वं कार्यं न दृश्यते एव. यतः तेन यत्किमपि क्रियते तत् पूर्वत्र सिद्धम् इत्यनेन असिद्धम्. इदं कार्यसिद्धम् इत्युच्यते. अहं पठितवन्तः पूर्वपरिच्छेदे पूर्वत्र सिद्धम् इति द्विविधम् इति, शास्त्रसिद्धं कार्यसिद्धम्. अत्र कार्यसिद्धं किम् इति विचारं कृतवन्तः. पूर्वमेव त्रिपादसूत्रं कार्यं करोति चेत् तर्हि तत् पश्चात् सपादसप्तसूत्रं वा पूर्वत्रिपादसूत्रं वा आयाति चेत् पूर्वत्र सिद्धात् तेन कार्यं न करोति, तदेव कार्यसिद्धम् इति उच्यते. उदाहरणमपि पठतु भगिनि, इतोपि स्पष्टं जायते. उदाहरणम् उभौ योगः अपि यचोयावायावः इत्यनेन यान्तवन्तः सन्धिः उभावपि इति रूपमस्ति. तदनन्तरं लोपशाकल्यस्य इत्यनेन त्रिपादी अष्टाध्याये त्रिपादे एकादशसूत्रम् इत्यनेन विकल्पेन वकारालोपः उभा अपि. सवर्णदीर्घसन्धिः अकः सवर्णदीर्घः इत्यस्य मनसि लोपः साकल्य इत्यस्य कार्यं न एव जातम्, अतः अत्र सवर्णदीर्घसन्धिः न प्रवर्तते कार्यसिद्धत्वात्. अत्र प्रथमम् उभौ अपि यचोयावयसूत्रं कार्यं करोति, उभाव इति रूपं सिद्धं भवति. तदनन्तरं लोपशाकल्यस्य इति सूत्रं वदति विकल्पेन वकारलोपः करोतु इति. उभा अपि वकारः कुत्र अस्ति? त्रिपादि लोपशाकल्य त्रिपादिसूत्रमस्ति. समीचीनं, ततः असिद्धमेव भवति भगिनि. न न, सर्वदा अत्र सूत्रद्वयं किमपि न आगच्छति किल. एचोयवायवः कार्यं कारितं, प्रथमं तस्य कार्यम् अभवत्, तस्य सन्दर्भः अस्ति, अवसरः अस्ति, कार्यं कृतम्. अनन्तरम् उभावपि इति स्थितौ इदानीं लोपः शाकल्यस्य इति सूत्रम् आगच्छति. सूत्रं वदति पदान्ते विद्यमानस्य अवर्णात् परस्य वकारयकारयोः अशीपरे विकल्पेन लोपः भवति इति. पदान्ते विद्यमानस्य उभावपि इति तत्र अवर्णात् परस्य वकारयकारयोः अशीपरे, अत्र अशी अश्वर्णः इति अकारः किल, अकारः. तदनन्तरं सवर्णदीर्घसन्धि कार्यं न करोति. किमर्थम्? अर्कसवर्णदीर्घसन्धि सपादसप्त सूत्रमस्ति, असिद्धम् असिद्धं भवति. ततः लोपशाकल्यस्य सेवकार्यं न जानाति. उभा अपि एव अवशिष्यते. उभा अपि न, उभा अपि एव रूपम् अस्ति. सवर्णदीर्घसन्धिः न भवति. तत्र यदा लोपः शाकल्यस्य आगत्य कार्यं करोति इदानीम् उभायोगः अपि इति स्थितिः, यदा अस्माकं वकारस्य लोपः जातः, अतः उभायोगः अपि इति अस्ति. तत्र सवर्णदीर्घसन्धिः वयं चिन्तयामः किल, सर्वदा उभायोगः अपि अस्ति चेत् सवर्णदीर्घसन्धि इत्यस्य कार्यं भवतु इति. परन्तु सवर्णदीर्घसन्धि इत्यस्य दृष्ट्या यद् कार्यं लोपः शाकल्यस्य एन कृतम् इत्युक्ते वकारस्य लोपः, तद् न पश्यति. तस्य दृष्ट्या इदानीमपि उभावपि एव अस्ति, अतः तद् चिन्तयति मम कार्यं तु अत्र न इति, तद् कार्यं न करोति. अतः कार्य असिद्धं, तदेव भेदः शास्त्र असिद्धं कार्य असिद्धम् इत्यनयोः. शास्त्र असिद्धं सूत्रद्वयम् आगच्छति कार्यं कर्तुं, तत्र पूर्वसूत्रं प्रति परसूत्रम् असिद्धम् इति भवति. कार्य असिद्धम् इत्यस्य एकं सूत्रं पूर्वमेव, एकं सूत्रम् इत्युक्ते अत्र त्रिपादिसूत्रम् अस्ति, अत्र त्रिपादिसूत्रम् आगत्य प्रथममेव कार्यं करोति चेत् यदा सपादसप्ताध्यायां सूत्रस्य अवसरः अस्ति चेत् तद् यत् कार्यं कृतं त्रिपादिसूत्रेण तद् कार्यं न पश्यति, अतः तद् तद् कार्यं न करोति. तदेव कार्य असिद्धम्. अवगच्छति वा तयोः भेदः? समीचीनं. धन्यवादः. सूत्र शास्त्रसिद्धं तत्र द्वेसूत्रे समयकाले समानस्थले कार्यं कार्यं कर्तुम् आगच्छति. अत्र सूत्रबलात् पूर्वसूत्रं बलं भवति असिद्धत्वात्, परसूत्रम् असिद्धत्वात्. समीचीनं, सम्यक्, तदेव. अस्तु, विजया भगिनी द्वितीय उदाहरणं पठति वा? आं भगिनि, तत्र बालः इह विसर्गसन्धिः, अत्रापि तथा बालयोगः सुयोगः इह अनुबन्धलोपे तत्र बालस् इति आगच्छति. बालस् योगः इह ससरुजो ससजुषो रुः, बालयोगः रु योगः इह अनुबन्धलोपे बालर् योगः इह वो बहो अघो अपूर्वस्य योषि इति सूत्रेण बालै योगः इह इत्युक्ते लोपः शाकल्यस्य इत्यनेन विकल्पेन यकारः लोपः बाल इह आद्गुणः इत्यस्य मनसि लोपः शाकल्यस्य इत्यस्य कार्यं नैव जातम्, अतः अत्र गुणसन्धिः न प्रवर्तते कार्य असिद्धत्वात् बाल इह इति. तत्र बालयोगः सु तत्र उकारस्य उपदेशे अज अनुनासिक इति सूत्रेण उकारः इत् भवति, अतः तत्र बालस्योगः इह एव तिष्ठति. अनन्तरं ससजुषो रुः इति सूत्रेण तत्र बालर् स्थाने बालर् इति आगच्छति, बालर्योगः इह गो बहो अगो अपूर्वस्य योषि इति सूत्रेण तत्र रेपस्य स्थाने यकारः आगच्छति, अतः बालयोगः इह इति रूपं निष्पन्नं बालैः इति. अनन्तरं लोपः शाकल्यस्य इत्यनेन विकल्पेन यकारः तत्र यकारः लोपः भवति, अतः तत्र बाल इह एव. तत्र आदुगुणः अस्ति अकारः अनन्तरम् इकारः अस्ति इत्यस्य मनसि लोपः शाकल्यस्य इत्यस्य कार्यं न जातं. किमर्थं चेत् तत्र एतत् परसूत्रमस्ति, अत्र गुणसन्धिः न प्रवर्तते. लोपः साकल्यस्य इति परसूत्रमस्ति, आदुगुणः इति पूर्वसूत्रमस्ति, परन्तु तत्र गुणसन्धिः न प्रवर्तते कार्य असिद्धत्वात्. अतः तत्र बालयोगः बालैः एव तिष्ठति, यकारः लोपः भवति, बालैः एव तिष्ठति तत्र. समीचीनम्. तत्र यत् कार्यं पूर्वं कृतं लोपः शाकल्यस्य इत्यनेन त्रिपादीसूत्रेण तद् आद्गुणः न पश्यति. तत् सपादसप्ताध्यायी सूत्रमस्ति, यद्यपि तत् पूर्वसूत्रम् अस्ति तदापि तद् इदानीमपि तद् भो भगो अगो पूर्वस्य योषि यत् कार्यं तदपि न पश्यति. आद्गुणः किं पश्यति इत्युक्ते बालयोगः सुयोगः इह इत्येव पश्यति. तद् ससजुषोरुः यत् कार्यं कृतं भो भगो अगो अपूर्वस्य योषि कृतं लोपः शाकल्यस्य यत् कृतं किमपि न पश्यति. किमर्थम् इत्युक्ते एतानि सर्वाणि सूत्राणि त्रिपाद्यमस्ति, ससजुषोरुः भो भगो अगो. तत्र एव महोदय, रघुपतिमहोदय, तत्र एव अस्माकं क्लेशः पुनः आगच्छति. यदा वयं प्रथम उदाहरणे दृष्टवन्तः शास्त्रसिद्धम् इति, अत्र तदेव पुनः आगच्छति. किमपि न पश्यति किल आद्गुणः. तत्र यद् कार्यं ससजुषोरुः येन कृतं, यदा वयं वदामः लोपः शाकल्यस्य कृतं कार्यं न पश्यति चेत् भो भगो अगो अपूर्वस्य योषि अपि त्रिपाद्याम् अस्ति, ससजुषोरुः अपि त्रिपाद्याम् अस्ति, तदपि न पश्यति. तत् बालयोगः सुयोगः इह एव पश्यति. अतः अत्र मातृभिः यद् उच्यते तदेव सत्यम् इति वयं स्वीकुर्मः. एतत् किञ्चित् क्लेशः, परन्तु अवगच्छतु तत्र शास्त्रसिद्धं कार्यसिद्धम् इति द्विविधम् अस्ति इति. अपवादः अस्ति, परन्तु सर्व सामान्यतः कार्यसिद्धं शास्त्रसिद्धं भवति. तत्र एतादृश अपवादः भवति एकं विशेषस्थलेषु तादृशं भवति, परन्तु साधारणतया न भवति इति चिन्तयामि. न भवति, आमाम्. सर्वदा चिन्तनं तादृशमेव भवति किल, यत्र यत्र त्रिपादीसूत्रम् आगत्य कार्यं करोति, अनन्तरं यत्र सपादि सपादसप्ताध्याय्यां सूत्रस्य अवसरः भवति चेत् वयं वदामः तद् तु न पश्यति एव इति कार्यं, परन्तु तस्य अवसरः एव न भवति किल अनन्तरं. यत्र यत्र वयं वदामः सर्वत्र तस्य अवसरः एव न जातः, सर्वत्र निरवकाशत्वेन भवति. अहं चिन्तयामि अन्यथा तस्य अवकाशः एव न भवति खलु. तस्य अवकाशः एव न जातः किल. समीचीनमेव, परन्तु तादृशम् अस्ति एकं चिन्तनं. पूर्वत्र सिद्धं तु सत्यं, परन्तु तत्र शास्त्रसिद्धं कार्यसिद्धं तयोः किञ्चित् क्लाश् अस्ति. अस्तु, पश्यामः. अस्तु महोदय, भवान् एव भट्टोजी दीक्षितमहोदय भागेन. आम् मया, अस्तु. भट्टोजी दीक्षितमहाभागेन सिद्धान्तकौमुद्याः लेखकेन इदं सिद्धान्तद्वयं प्रणीतं. स सर्वे न मन्यन्ते तेषु माता अन्यतमा तथापि अत्र प्रतिदिनं प्रतिपादितं यतः अनेन प्रतिपादितं यतः अनेन विषयस्य बोधार्थं बोधार्थं सौकर्यं विद्यते इति भाति ध्येयं यत् पूर्वत्रासिद्धम् इति सूत्रम् युत्पत्तिषेधे परंकारम् इत्यस्य अपवादः नास्ति युत्पत्तिषेधे परंकारम् इत्यनेन परशास्त्रस्य कार्यं भवति पूर्वत्रासिद्धम् इत्यनेन पूर्वशास्त्रस्य प्रति परशास्त्रम् असिद्धं सुतरां विरुद्धम् अत्र सामान्यविशेषयोः उदाहरणं न अतः द्वयोः कृते पृथक् पृथक् मार्गः कल्पनीयः इति इत्याशयेन किं कृतम् युत्पत्तिषेधे परं कार्यम् इति सूत्रं केवलं सपादसप्ताद्याम् एव प्रवर्तते त्रिपाद्यां युत्प्रतिषेधविचारः नास्ति यतोहि परशास्त्रमेव नास्ति उत्तरस्य अभावात् परशास्त्राणाम् अभावात् अपि च पूर्वत्रासिद्धम् इत्यस्य असिद्धत्वं केवलं त्रिपाद्याम् अस्ति अपि च पूर्वत्रासिद्धम् इत्यस्य असिद्धत्वं केवलं त्रिपाद्याम् अस्तु अत्र पूर्वत्रासिद्धम् अपि च विप्रतिषेध ततःपूर्वम् एतत् कार्यसिद्धम् अथवा शास्त्रसिद्धम् इति यत् सिद्धान्तद्वयं भट्टोजिदीक्षिते महाभागेन कल्पितमस्ति प्रणीतमस्ति परन्तु पुष्पदीक्षितायाः मतं तु भिन्नमस्ति परन्तु अस्माकम् अवगमने सौकर्यं भवति इति दत्तमस्ति अत्र विषये अग्रे दत्तमस्ति पूर्वत्रासिद्धम् अपि विप्रतिषेधे परं कार्यम् इत्यस्य अपवादः नास्ति युत्पत्तिषेधे परं कार्यं तु तस्य अर्थः भिन्न एव पूर्वसूत्रप्रति पूर्वसूत्रस्य प्रति परसूत्रमेव बलीयः इति अस्ति तत्र परन्तु अत्र पूर्वत्रासिद्धमिति अत्र पूर्वसूत्रमेव पूर्वसूत्रस्य प्रति परसूत्रं नास्ति एव अतः तत्र भिन्नमस्ति त्रिपाद्यां विप्रतिषेधविचारः नास्ति यतोहि परशास्त्रं नास्ति एव विप्रतिषेध अतः पूर्वत्रासिद्धम् असिद्धत्वं केवलं त्रिपाद्यामेव भवति पूर्वत्रासिद्धम् इति असिद्धत्वम् इति यद्विचारः तदपि त्रिपाद्यामेव तत्र असिद्धत्वम् इति विचारः सपादसप्ताध्यायां नास्ति यत्र सूत्रद्वयं सपादसप्ताध्यायाम् अस्ति चेत् तत्र विप्रतिषेधे परं कार्यं तत्र एव अस्माकं तुल्यबलविरोधः इति चिन्तनम् अत्र परकार्यस्य गणनं भवति परन्तु अत्र परसूत्रस्य गणनं एव न भवति असिद्धत्वात् तस्य गणना एव न भवति समीचीनम् तत्र अग्रिम तु नूतन विषयः वर्णादङ्गं बलीयः इति नूतनविषयः तद् अस्माकं तद् वयम् अग्रिमसप्ताहे कुर्मः तत् बहु सरलमेव तस्मात् अग्रे एकः अभ्यासः अस्ति तत्र तिङन्तपदानि त्रीणि दत्तानि शक्नुवन्ति चिनुयोगः अन्ति कुरुयोगः अन्ति इति तस्य किञ्चित् गृहपाठरूपेण तस्य चिन्तनं कुर्वन्तु शक्नुवन्ति चिनुवन्ति इत्यस्य विषये चर्चा वयं पूर्वमेव कृतवन्तः यदा वयं स्वादिगणे दृष्टवन्तः तत्र एव वयं कानि सूत्राणि तत्र प्रसक्तानि किं सूत्रं बलवत् तादृशचिन्तनं वयं कृतवन्तः पूर्णतया कुर्वन्तु तद् यदा वयम् अग्रिमसप्ताहे तस्य चर्चां कृत्वा अस्मिन् पाठस्य समापनं कुर्मः तदेव अवशिष्टः अभ्यासः एव अवशिष्टः तत्रैव सूत्राणि अपि दत्तानि अनन्तरं तत्र चिन्तनक्रमः एवं निमित्तानि फलं त्यजतु निमित्तानि कानि कस्य सूत्रस्य प्रवर्तनं प्रथमं भवति कस्य सूत्रं किं सूत्रं प्रभाद्यकार्यं करोति किमर्थं तादृशम् इति चिन्तनं कृत्वा कृपया आगच्छन्तु तेन किञ्चित् सौलभ्यं भवति अग्रे सरणार्थं तदेव अवशिष्टभागः तावदेव अस्मिन् पाठे अस्ति इति अस्तु, धन्यवादः. धन्यवादः. धन्यवादः. शुभदिनं भगिनि. धन्यवादः भगिनि.